तर्हि नमस्सर्वेभ्यः. अस्माकं विभक्तिवल्लरी अपि च गीतासोपानम् एतयोः तृतीयवर्गः एषः. तं वर्गं प्रति सर्वेषां कृते स्वागतम्. विभक्तिवल्लर्यां द्वितीयाविभक्त्याः अभ्यासः प्रवर्तमानः अस्ति. एतावत्पर्यन्तं वयं किं ज्ञातवन्तः इत्युक्ते, द्वितीयाविभक्तिः कर्मपदं सूचयति, अपि च त्वान्त ल्यबन्त तुमुन्नन्त शत्रन्तपदैः सह द्वितीयाविभक्त्याः प्रयोजनं भवति. वयं कांश्चित् अभ्यासान् कृतवन्तः. तत्र अकारान्त पुंलिङ्गशब्दानाम् अपि च आकारान्त स्त्रीलिङ्गशब्दानां द्वितीयाविभक्तिरूपाणि पठितवन्तः. उदाहरणार्थं रामशब्दस्य द्वितीयाविभक्तिरूपाणि सन्ति रामं रामौ रामान्. आकारान्त स्त्रीलिङ्गशब्दानां द्वितीयाविभक्तिरूपाणि सन्ति माला मालां मालाः. अद्य विभक्तिवल्लर्याः तृतीयपुटसङ्ख्यायाः अधोभागे दत्तानि वाक्यानि पठितव्यानि, परन्तु आदौ गीतासोपानस्य पठनं कुर्मः. आदौ गीताभगिनी ध्येयमन्त्रं वदतु कृपया. Yes, ma'am. निर्वाणसौख्यं निर्वाणसौख्यं लभते त्रयोगी, दुर्वारदुःखं भजते च रोगी, प्राप्नोत्य नित्यं सुखमेव भोगी, जहाति दुःखं च सुखं विरागी. Meaning in English, a yogi obtains the happiness of liberation in the world, a patient suffers inevitable pain, an indulgent person gets momentary pleasure, while a renunciate eschews all pain and pleasure. Tari vairagyam prati gamaniyam, vairagyam prati gamaniyam, which means we have to try for the last one. We have to try for the last one. Astu. Astu, tari. Bhagini, Nita Bhagini, bhavati eva arambham karotu Gita Sopanasya dvitiya pathaha. Dvitiya pathasya pathanam karaniya. Tatra. Gita Sopanasya. Yes, Chatwari. Chatwari. Yeah. चतुर्थः पुटः. तत्र सः अपि च एषः पठितवन्तः. वी हेव् आलरेडि रेड् सः एण्ड् एषः. एषा अपि च सा, ततः आरम्भं करणीयम्. मेम् पेज् नम्बर् 4. ओके. पुरुषः सः, उच्चैः उच्चैः उच्चैः पठत लिखत च. सः सा तत् एषः एषा एतत्. सः सूर्य एषः जयद्रथ. एकनिमिष सः सूर्यः एषः जयद्रथः. तत्र सः इत्युक्ते किं भगिनि? सः इत्युक्ते किं? वाट् इस् द मीनिङ्ग् आफ् सः? देट् फार् अवे. फार् अवे. मेल् आर् फीमेल्? देट् यु हव् टु से. देट् मेल् आर् देट् फीस् मेल्. ओके. या. सा सा सा इस् दिस्. सा इस् देट्. एषा एषा. या. एषः इस् मेल्. नो, सः इस् मेल्. सः इस् देट् मेल्. सा इस् देट् फीमेल्. एण्ड् तत् इस् देट् न्यूट्रल् थिङ्ग्. न्यूट्रल् देट् neutral thing. So it is common for us, but that neutral thing. Okay. Now tell me, eshah kim? Eshah. Eshah is that male. What is saha? Oh, saha is that. This male. Ah, then esha? Esha is that female. That this female. This female. Etat? Etat is this neutral. Now what you do is esha, you do esha because saha and eshah, now you know and we have done it also, okay? So now you do esha and sa, do that exercise part. Esha. Second part of this, the below portion. Esha Gandhari. Okay. Esha Gandhari, sa Kunti. Now Sikshika. What is the Esha Gandhari itupte kim? Esha Gandhari is this Gandhari. Now this is Gandhari. Okay. Esha. Okay, this sorry. Is this is. This Gandhari because is this understood. Otherwise yes, yes. It would have been Esha Gandhari Karoti or something like that. But here it is understood. This is Gandhari. Agre Patatu. Sa Kunti. Artham Vadatu. That is Kunti. Idan. Agre. The next one, ma'am. Yes. The exercise. Shikshika. Esha Shikshika. Sa Shikshika. Astu. Esha Mala. Bhakta. Okay, yeah, Bhakta, sorry. Esha Bhakta. Artham vadatu Esha Bhakta. How do you, Bhakta means the female devotee. Female devotee. Yeah, devotee. Bhakta. Jo Bhakta bolte hai Hindi mein. उसको ही भक्ता संस्कृत में भक्तः पुरुष है तो भक्ता भक्ता इज फीमेल डिवोटी सो इट विल बी एशा भक्ता सा भक्ता अर्थम वदतु सो व्हाट इज एशा भक्ता एंड व्हाट इज सा भक्ता एशा भक्ता इज दिस इज द डिवोटी एंड माला एंड दैट इज डिवोटी That is female devotee. That is female devotee. Agrimam karo. Esha Mala Sa Mala. Artham vadatu. This is Mala. That is Mala. Agrimam. Sena. Now Sena is I think neutral. No. No, that is where the confusion is, yeah. Please remember that in Sanskritam, it is not the object with whose gender we are seeing. It is actually the words which are having female or male gender. Okay, I have to add generally because in Sanskritam, there are a few exceptions. 99% everything matches, but sometimes there are exceptions. So I have to say that, okay. So don't confuse yourself with the other languages. In Sanskritam, as soon as you see, hear a word, you will come to know its gender. So if I tell asandaha is seat, okay? Asandaha is seat, but it is not neutral. Asandaha is male, it is masculine. So I will not say tat asandaha, I will say sah asandaha. Okay, or yes. Eshah Asandaha. So that is the learning that it has to happen. Sena. So Sena is feminine. Feminine. So there, over there, the endings were all with a visarga, purushah. Yes. And over here, yes. All are ending with a, which means a. Yeah. Yes. Okay, so it will be Esha Sena, Sa Sena. This is the army, that is the army. Yeah, that army is the army. Dvichakrika. Now, Dvichakrika is a name? No. What is it? Anybody? Others? Dvichakrika? Cycle. Bicycle. Oh yeah, two wheeler. Dhanyavad. Geeta Bhagini. Yes ma'am. Esha Dvichakrika, Sa Dvichakrika. That is a cycle. Next is Lata. Esha Lata, Sa Lata. This is Lata, that is Lata. Okay, over here we are saying Lata because we know the, from the picture that we are talking about people, but otherwise, Lata also means creeper in Sanskrit. Okay. It also means. Gulika, Esha Gulika, Sa Gulika. This is a piggy bank. Tablet. Gulika is tablet. Okay. I thought Gullak, so it must be tablet. Yeah. This is tablet, that is the tablet. Medicine tablet. Medicine tablet. Geeta, Esha Geeta, Sa Geeta. This is Geeta, that is Geeta. Dhanyavada. Idani. Vishalakshi Bhagini. Dhanyavad. Vishalakshi Bhagini. Gayatri. Yeah. Sa Gayatri. Esha Gayatri. Then Sa Duravani. Esha Duravani. Artham Vada. This is Gayatri. That is Gayatri. Duravani. Then Esha is this. And Sa is that. Duravani? Esha Duravani is that telephone. Mobile. Duravani. Correct? Duravani, yeah. Actually, you can that say telephone also. Yeah. Because mobile is Jangama Duravani. So, yeah. Astu, agrimam karotu. Sa Draupadi, Esha Draupadi. Means the... That is Draupadi. This is Draupadi. Then Madri. Sa Madri. Esha Madri. Madri means example. No. Is it? Putra Patita. Acha, you are a woman? Madri? Pandava. Wife, okay. Pandu, second wife. Yeah. Pandu. Madri also means example, Alva. No, example is Udaharan. No? Udaharan. Udaharan in this. Achha. Okay. Sa Madri, Esha Madri. This is Madri, that is Madri. Then Lakshmihi. Sa Lakshmihi. Esha Lakshmihi. So, why does this come as two Visarga here? Those are some exceptions are there. There are some exceptions. Yeah, okay. So, it would have been derived. This is Lakshmi, that is Lakshmi. Okay. Then, Sa Ghati, Esha Ghati. Ghati means Ghadiya, watch. Clock. Correct? Yeah, clock. So this is a watch, that is a watch. Parvati, Esha Parvati, Sa Parvati, Esha Parvati. That is Parvati, this is Parvati. then Satyavati, same, Esha Satyavati, Sa Satyavati. That is Satyavati Sa, and Esha is this. Uttam, dhanyavada. Vijay Kumar Mahodaya. Yes, okay. It is correct. Satyam. Vijay Kumar Mahodaya. Tritiyam Karutu, Vijay Kumar Mahodaya. Astikim. Hariyom, Vijay Kumar Mahodaya Astikim. Mama Dhvani Shruyate Kim? Shruyate. Shruyate, Vijay Kumar Mahodaya Nasti Kim? Gatavantaha. Astu Chinta Nasti. विजय थंकी महोदय शीघ्रं करोतु एतत् चक्रम् महोदय एकनिमिष विजयकुमार महोदय आगतवान् विजयकुमार महोदय नैव क्लेशः अस्ति तयोः कृते क्लेशः अस्ति म्यूट् कविता भगिनी विजय महोदय हाँ दे अस्त चिंता नास्ति हाँ विजय थंकी महोदय शीघ्र करो आम भगिनी हेलो हाँ करो देखा क्या करें नपुंसक करेंगे फ्रॉम वेयर टू रीड मेरा हाँ एकाद चक्र और पेज नंबर 5 हेलो हाँ श्रुति महोदय हाँ हाँ श्रुति हाँ एकाद चक्र बट इज इट फ्रॉम विकास ओपनो यस यस विकास ओपन नास्ति किम Actually, madam, I have ordered it, but I have yet to receive it. Ah, as the chintana. Vibhakti Vallari Chintana. Tatra. Vijay Thanki Mahode, Mute Madhya Tishtatu, Kupaya. Dhanyavada. Vijay Kumar Mahode. Ah, Tatra. Etat Chakram. Ah, Uttamay. Etat Chakram. Tat Swadanam. हाँ स्वदनम नास्ति सम्यक् पश्यतु ओ एतत् चक्रम तथा नास्ति तत् ओके एतत् चक्रम तत् चक्रम नैव अस्तु चिन्ता नास्ति अग्रिमम् एतत् वस्त्रम नैव तत्र अश्वः अस्ति किल तत्र चारियट् तत् पठतु स्यन्दनं स्यन्दनं वेनेवर् महोदय वेनेवर् देर् इस् अ कञ्जङ्क्ट् वेनेवर् देर् इस् अ कञ्जङ्क्ट् देन् वाट् यु शुड् डु एण्ड् वलयवन् इस् अ ह्रस्व देन् What you should do is, you should join, while pronouncing, you should join the half of the of the conjunct with the full of the earlier one. So, if you tell syanyandanam, then it will become a problem. Instead of that, you have to say syandanam. So, syandanam. Okay? Syandanam. Then the reading will become clear. Syandanam. Haan, uttama. अर्थं वदतु अर्थं वदतु दट् चारियट् उत्तमम् अग्रिमं करोतु एतत् वस्त्रम् एतत् इस् दिस् स्टाक् उत्तमं दट् स्टाक् द नेक्स्ट् इस् एतत् नारिकेलं दिस् कोकोनट् दट् कोकोनट् हा दट् कोकोनट् इस् वाट् That is neutral. Haan, but what do you say if I want to say that coconut, what should I say? Tat. Tat. Narikelam. Uttamam. Agrimam karutu. Etat dwaram. Hmm. Tat dwaram. that door, this door. Etat vyajanam. Vyajanam. Vyajanam nasti. Vyajanam. Vyajanam, okay. Vyajanam, I thought. That vyajanam is different. That vyajanam is different. So this vyajanam. Vyajanam is fan. Fan, okay. Etat vyajanam. Tat vyajanam. That vyajanam. Next is tat kundakam. सम्यक् पठतु. कन्दुकं. कन्दुकम् इस् दट् बाल् बाल् बाल् दट् बाल् एण्ड् तत् कन्दुकं कन्दुकं वन् मिनिट् यु सेड् तत् कन्दुकम् इस् दिस् आर् देट् तत् इस् दट् that so that kandukam agrimam karotu tat duradarshanam etat duradarshanam artham this tv that tv tat gandhi tat gandivam et gandivam that is the arrow bo okay next is tat kavacham etat kavacham that kavacham is arm okay. Okay, no problem. That's why we are learning and vocabulary has to keep on growing like that only, but you should practice. Okay, everybody has to practice. Okay, astu dhanyavadah mohode tatra what did you say vyajanam is fan F-A-N, okay thank you astu kavita bhagini karotu agrimam aam bhagini उच्चैः पठत् लिखत् च उच्चैः पठत लिखत च उच्चैः पठत लिखत च एषः अश्वः एतौ अश्वः अश्वाः एते अश्वाः तत्र उपरि प्रश्नाः सन्ति कः कौ के तदपि पठनीयं कः एषः कः एषः अश्वः एतौ कौ एतौ अश्वौ एते के एते अश्वाः सो कः कौ के कः प्रथमाविभक्तिः एकवचनं कौ प्रथमाविभक्तिः द्वौ द्विवचनं के प्रथमाविभक्तिः बहुवचनम् इदानीं तत्र वामतः यदस्ति तत् करोतु Vamataha is left hand side. On the left hand side, whatever is there, that you use. Eshaha ashwaha. Etau ashwau. Ete ashwaha. Means artham. This horse, these two horses, and these many horses. These more than two horses. एषः ग्रामः एतौ ग्रामौ ते ग्रामाः उत्तमम् दिस् विलेज् दीस् टु विलेज् देट् मेनि विलेजस् देट् मेनि दीस् मेनि दीस् मोर् देन् टु एषः सर्पः एषः सर्पः एतौ सर्पौ एते सर्पाः दीस् टु स्नेक् दीस् मेनि स्नेक्स् एषः शूरः एतौ शूरौ एते शूराः शूरैस् brave person brave brave person brave brave b r a v देव दिस् ब्रेव् पर्सन् दीस् दीस् मेनि ब्रेव् पर्सन्स् एषः कौरवः एतौ कौरवौ एते कौरवाः पाण्डवान् अण्ड् कौरवा बिकास् वि आर् डूङ्ग् गीतासोपानं गीतासोपानं मध्ये भगवद्गीतायाः पात्राः एव सन्ति सो आल् द वोकाब्युलरी विल् बि आफ़् भगवद्गीता ओन्ली दीस् टु कौरवास् दीस् मेनि कौरवास् एषः पाण्डवः एतौ पाण्डवौ एते पाण्डवाः दिस् पाण्डव दीस् टु पाण्डव दीस् मेनि पाण्डवास् उत्तमं धन्यवादः भगिनि जवाहर् महोदय दक्षिणभागे अस्तु सः सैनिकः सः सैनिकः दीस् सोल्जर्स् देट् सोल्जर् देट् सोल्जर् देट् सोल्जर् कौ सैनिकौ देट् टु सोल्जर्स् ते सैनिकाः देट् मेनि सोल्जर्स् सः रथः दिस् चारियट् देट् चारियट् तौ रथौ देट् टु चारियट्स् ते रथाः देट् मेनि चारियट्स् सः यज्ञः यज्ञमीन्स् तपस् होम सः यज्ञः देट् सेक्रिफैस् तौ यज्ञौ देट् टु सेक्रिफैसस् ते यज्ञाः देट् मेनि सेक्रिफैसस् दट् इस् होमास् सः योधः योधः मीन्स् ओके ओके सः योधः देट् वारियर् तौ योधौ तौ योधौ देट् टु वारियर्स् ते योधाः देट् मेनि वारियर्स् सः वीरः सः वीरः देट् ब्रेव् मेन् आर् सोल्जर् तौ वीरौ देट् टु सोल्जर्स् तौ ते वीराः देट् सोल्जर्स् मेनि सोल्जर्स् सः महारथः सः महारथः दिस् इस् अ बिग् चारियट् तौ That could be it could be chariot also and over here it could be great person also okay great because person come across that in the that's why you say maharatha in the second canto maharatha maharathi and this okay maharatha that great man tau maharathau that two great people te maharathah that many great people uttam dhanyawad ini eka sandeham asti this lakshmi hi which we read you know this lakshmi hi or lakshmi what is the difference lakshmi hi because I don't know the derivation okay which I can find out but it is derived I think and it has got it has to have a visarga there must be some reason I'm not sure of the reason but I'll find what is the difference lakshmi or lakshmi hi is prathama vibhakti okay but hey lakshmi there it becomes without the visarga okay. and yeah sure. In general, all these Srilinga names will end in Dirgha only. Yeah, always with A, E, okay, like how we did Nadi, like how we did over here, Gayatri, Duravani, Draupadi. Okay. Ikaranta will be Dirgha. Okay. Atara, Picha, Ikara. Okay. Tatra, Tatra, Vitarkaha, नास्ति एव स्त्रीलिङ्ग स्त्रीलिङ्ग तदा किमूलमात्र अवधेयम् अवधेयम् देर् सम् टेबल्स् अण्ड् वट् डस् एक्साक्ट्लि इट् मीन् नेक्स्ट् पेज् यु नो टेबल्स् आर् गिवन् तद् माधवः माधवौ माधवाः अवधेयम् इट् इस् वट् इस् अवधेयम् अवधेयं मीन्स् पे अटेन्शन् प्रश्नार्थकवाचकाः शब्दाः कः कौ के मेल् कः कौ के महोदय म्यूट् मध्ये तिष्ठतु कृपया कृपया म्यूट् मध्ये तिष्ठतु जवान् मेम् वन् सेकेण्ड् मेम् वन् सेकेण्ड् ऐ हव् अ क्वश्चन् या Te Senika is that many soldiers or whatever. So yeah. Is it that or is it those? Okay, it's not that many soldiers. It will be those many soldiers. That many or those many is the same thing. Only thing same. Is those you are using okay. one word. Yeah, it is the same thing. Okay. Angla bhasha yam tu samanam. Okay. Dhanyavad. Chintana. तत्र विजय सङ्कि महोदय अहं प्रेषितवती वाट्साप् मध्ये भवतः कृते चित्रं विजय सङ्कि महोदय अस्ति किम् अहं वाट्साप् मध्ये प्रेषितवती पश्यतु वाट्साप् मध्ये Let me open it. अहं प्रेषितवती पश्यतु सेवेन् सेवेन् एय्ट् किल अन्ते सेवेन् सेवेन् एय्ट् अस्ति अहं तु प्रेषितवती अस्तु चिन्ता नास्ति अहं चिन्तितवती भवानपि पठति चेत् सम्यक् भवति इति अस्तु चिन्ता नास्ति लिङ्क् मध्ये तर्हि इदानीं तत्र नीता भगिनी पठतु क्षम्यतां महोदय विजयशङ्की महोदय क्षम्यताम् अहं प्रेषितवती परन्तु न लब्धं चेत् अहं किमपि न कर्तुं शक्नोमि पठतु भगिनि उच्चैः पठत लिखत च का के काः अर्थं वदतु का के काः एकवचनं द्विवचनम् एण्ड् बहुवचनं लिङ्गं किम् लिङ्गं का के काः का के काः कः कौ के वस् पुंलिङ्गे एण्ड् का के काः स्त्रीलिङ्गे सो इन् संस्कृतं now unless I don't know at all, okay, but if I know, now for example, if I want to know who is Nita, I know Nita is Strilingam, so I cannot ask Ka Nita. It means then I don't know, okay, I have to ask Ka Nita, because I know Nita is Strilingam, and I should ask the question also in Strilingam only. That is the whole idea. Everything is synchronized. So yes. Kaha kau ke, kaha kau ke, as soon as I say kaha, I can't ask, I have to ask for kaha purushaha. Okay, see how the endings are all the same. Kaha purushaha, kau purushau, ke purushaha. Of course, it doesn't become purushe because that is saptami. So, that is how you have to understand it. So, ka, ke, kaha, idani, pathatu. एषा गदा एते गदे एताः गदाः नौ एषा इस् दिस् इस् वट् दिस् इस् मेस् मेस् मेस् दिस् इस् दिस् इस् मेस् दिस् दीस् आर् टु मेस् एण्ड् दीस् These are many maces. Uttama. Idam. Vamataha yadas kutat patat. Esha vedya ete vedya etaha. Samyak patat. Ete. Ete vedye etaha vedyaha. Artham? Vedya is... the doctor, right? Female doctor. You have to say female doctor, very important. Okay. This is a female doctor. These are two female doctors. These are many female doctors. Uttama. Agrima karatu. Esha bhakta. Ete bhakte. Etaha bhaktaha. This is a what is it? Devotee. This is female devotee. These are two female devotees. These are many female devotees. Now this will be Esha Balika. Uttamam. Ete Balike Etaha Balikaha. Uttamam. This is female student. These are two female students. These are many female students. Students, never. Girl child, evam vadati. Yes. Chhatra. Now this will be Esha Lata. Ete Late. Etaha Lataha. Lata is creeper. No. Yeah, creeper. Creeper you can say, okay. Or you can say Lata is the name of a person. Okay. So here it is name of the person. This is Lata, no? You can take it either way, because Lata does mean creeper. Okay. So this is Lata. These are two Latas, and these are many female Lata. Esha Sena, Ete, Sen, Ete, Saine, no, Sene. Sene, Uttama. Etaha, Senaha, Senaha. This is female soldier. No, Sena is army. Okay, so Sena is army. So this is, you have to come out of that, you have to come out of that word. Yeah. This is a female army. Yes. These two are fear. Actually, you don't tell female army, because in English there is no such concept. And here also there is no lingam for Sena. This army, this is an army. This is an army. These are two armies, and these are many armies. एषा भेरी, एते भेरे. ओके, ओवर हियर भेर्यौ यू हैव टू टेल. ओके, भेर्यौ. ओके, भेर इज नॉट भेरे, भेर्यौ. व्हाई? बिकॉज ईकारान्त एंडिंग बिकम हाफ र एंड यौ, सो भेर्यौ विथ टू मात्रास, राइट? भेर्यौ विथ टू मात्रास, विथ टू मात्रास. ओके ओके, so this will, the last one will be etaha bheryaha bheryaha uttam bheryaha bheri is kettle drum. All the war, what is it? Kettle drum, kettle drum. So when the war happened, they blew all the instruments, right? So of that they played all the instruments, all the war instruments, and that kettle drum is one of them. Okay. अस्तु, धन्यवादः भगिनि. हा, विजयतन्किमहोदय तत्र दक्षिणतः यत् अस्ति पुस्तके, सा नदी, सा नदी on the right hand side. Yes, yes. Sa nadi, te nadyo, nadyau, sorry, te nadyau, taha nadyah. This river, these two rivers, and these more than two rivers. Those more than two. That river, those two rivers, those more than two rivers. Agreement karo tu? Sa kupi, te kupyo, taha, kupyaha. Kupyaha, kupyaha. Nadi becomes lakyaha. So kupi becomes kupyaha. Kupyaha, okay. Taha kupyaha. Sa kupi, what does mean? Kupi is water bottle. That is water bottle. Those two water bottles and those more than two water bottles. The last one becomes small ku. No. Ku is ku only. Only okay. The last part changes. Okay, thank you, thank you. Okay. Etaha lataha. Nanaiva, tat patita vanta. Kuchyaha. Okay. Sa suchi. Uttamam. Te suchyo. Taha suchyaha. Suchyaha, okay. What is mean by suchi? Suchi is needle. Needle, okay. That is needle, those two needles, and those more than two needles. Sa janaha, sorry. Jananyoho. Sa? सा जननी ते जनन्यौ, ता जनन्यः, ताः जनन्यः. देट् इस् मदर्, दोस् टु मदर्स् एण्ड् दोस् मोर् देन् टु मदर्स्. सा चालनी, ते चालन्यौ, ताः चालन्यः. उत्तमम्. वन्स् अगेन्, ऐ डोण्ट् नो वट् इस् द चालनी. चालनी फिल्टर् अहं लिखितवती तत्र भवतः समीपे अस्ति. फिल्टर् चलनी बोल्ते न. हाँ, चालनी. That is filter. Those two filters and those more than two filters. Sa bhagini, te bhaginyau, taha bhaginyah. Uttama. Bhagini to sarve jananti eva. Tatra. Yes, yes. अस्तु धन्यवादः महोदय धन्यवादः विजय महोदय अग्रिमं करोतु एतत् स्यन्दनं विजयकुमार महोदय विजयकुमार धन्यवादः थैंक यू महोदय धन्यवादः पठतः लिखितः च लिखत च किं के कानि अर्थं वदतु नपुंसकलिङ्गे उत्तमं नपुंसकलिङ्गे प्रश्नार्थकः शब्दाः प्रश्नार्थकाः किम् इस् वन् के इस् टु कानि इस् मेनि उत्तमम् इदानीं पठतु एतत् दट् ओल्ड् वन् एतत् स्वनन्दनं नैव कविता भगिनी मा वदतु सः एव वदति कविता भगिनी सहायं कृतवती अस्तु स्यन्दनं अस्तु एते स्यन्दने एतानि स्यन्दानि सः पुनरेकवारं पठतु एतानि स्यन्दानि स्यन्दनानि स्यन्दनानि सो दिस् इस् दट् दट् किमर्थम् एतत् स्यन्दनम् इत्युक्ते किं चारियेट् हा दीस् टु चारियेट् चारियेट् मिनि चारियेट् उत्तमम् अग्रिमं करोतु एतत् फलं एते फले एतानि फलानि दिस् टु फ्रूट्स् दीस् मेनि फ्रूट्स् ओके वन् मिनिट् सो ऐ जस्ट् वाण्ट् टु ओवर् हियर् ऐ वाण्ट् टु इण्टर्वीन् क्षम्यतां संस्कृते फ फ इति अक्षरः नास्ति फ इट् हेस् टु बि फ ओके फ फलं फले फलानि अग्रिमं करोतु चक्रम् एते चक्रे एतानि चक्राणि हा चक्राणि इट् शुड् बि ओके चक्राणि बिकास् र इस् देर् दट् टैम् इट् बिकम् न इन् अण्डर् सर्टेन् कण्डीशन् देट् वी विल् लर्न् स्लोलि बट् यु हव् टु नौ ट्रस्ट् मी फार् इट् ट्रस्ट् मी आन् देट् एण्ड् चक्राणि दिस् वील् दिस् टु वील् दीस् मेनि वील् एतत् पुस्तकम् एते पुस्तके एतानि पुस्तकानि दिस् बुक् दिस् टु बुक् दीस् मेनि बुक्स् उत्तमम् एतत् याना एतत् यानम् एते यानम् एतत् यानम् एते यान एते यानके याने याने सी फलं पुस्तके बिकेम् बिकास् पुस्तक क इस् देर् सो देट् इस् अ पुस्तक क इस् देर् हियर् क इस् नाट् देर् सो यानानि इस् देर् सो यान यु हव् टु टेक् द आनि अवे ओके सो याने एतानि यानानि उत्तमं दिस् इस् यानानि मीन्स् ड्रैवर् वेहिकल् this vehicle this two vehicle this many vehicles etat mukham ethe mukhe ethani mukhani this face this two faces this many faces etat nagare etat nagaram etani nagrani this city this two city this many city nagarani नगराणि रकार रकार रेरेपः अस्ति तदर्थम् अस्तु, धन्यवादः महोदय. तत्र विशालाक्षी भगिनी करोतु, दक्षिणतः यत् अस्ति तत्. तत् नक्षत्रं, ते नक्षत्रे, तानि नक्षत्राणि, स्टार् नक्षत्रे स्टार्, देट् स्टार्, दोस् टू स्टार्स्, दोस् मेनी स्टार्स्. तत् उपनेत्रं, ते उपनेत्रे, तानि उपत्राणि, उपनेत्राणि. न विल्कम् विघ्न तत्पर्णम् दिस् देट् स्पेक्टिकल् दोस् टु स्पेक्टिकल्स् देट् मेनि स्पेक्टिकल्स् तत्पर्णं दोस् मेनि सोरि तत्पर्णं ते ते पर्णे तानि पर्णानि पर्णानि पर्णानि. Here it is ni. This is small then? Yeah, this is small. Alpa. But there also ra comes, Alva. Yeah, then there are some rules over there because parnani, parna is there over there. So there are some rules where they don't, it doesn't change. Tatra. Achha, what is parnam? I don't know. Leaf. What is parnam? Leaf, leaf, leaf. Leaf. Leaf. Okay. Yeah. So that leaf, those two leaves, leaves, that many, those many leaves. Tat shatram, tat shastram, te shastre, tani shastrani. A big, a big knee or small knee here? Big knee. That, what is it, Shastra? This is whatever we use for wars, no? Warfare, like that. Yeah, yeah, war, yeah, yeah, correct. That, what is the English word for Shastra? I forgot. Shastra is weapon. Anyway. Weapon, weapon, this, weapon. That, yeah, correct. That weapon, those two weapons, those many weapons. तत् चित्रं, ते चित्रे, तानि चित्राणि. बिघ्न देट् पिक्चर् या देट् पिक्चर् स्माल् न बिघ्न न तत् चित्रं मीन्स् देट् पिक्चर् दोस् टु पिक्चर्स् those many pictures. Then tat tat balam, te te balame. Balame nasti, balame nasti. Shastram became shastre, so balam became bale, bale. Is it? Yeah, so acha, okay, bale. Tat, yeah, bale. Balam means strength. Yeah, this, so this is actually, balam is strength. This is only to give you all the practice of the words, okay? So balam, you will not count balam as such. But this is balam, bale, balani, it should come by heart. Patram, patre, patrani, vanam, vane, vanani. That's how when you're learning, you learn it that way. Okay, okay. Tat balam, te bale, and tani, balani. Uttama. So that strength? And I think that only. Those two strengths and those many strengths. Those two strengths and those many strengths. Yeah. Okay. Okay. Dhanyavada. Dhanyavada. Now, Tatra, Jawahar Mahode. Jawahar Mahode. Agreement of the two. Ji. Uchaihi patata janita cha avadeyam. Avadeyam means pay attention. Note. Note. Please note. Yeah. एकवचनं द्विवचनं बहुवचनं अकारान्तपुल्लिङ्गः यादवः यादवौ यादवाः आकारान्तस्त्रीलिङ्गः सेना सेने सेनाः इकारान्तस्त्रीलिङ्गः महि मह्यौ मह्याः मह्यः अकारान्त नपुंसकलिङ्गं लिङ्गः सुखं सुखे सुखानि अभ्यासः नैव अभ्यासः मास्तु अभ्यासः मास्तु धन्यवादः नीता भगिनी भवती अपि पठतु नीता भगिनी यस् मैम् कोष्ठकयोः अग्रिमं मास्तु अग्रिमं मास्तु तदेव अवधेयं यत्र लिखितमस्ति तदेव यादव यादव यादवाः सेना सेने सेनाः मयि मह्यं मह्यः सुखं सुखे सुखानि तदेव पठ यादवः उच्चैः उच्चैः पठत जानीत च अवध्येयम् अकारान्तः पुल्लिङ्गः यादवः यादवौ यादवाः आकारान्तः स्त्रीलिङ्गः सेना सेने सेनाः इकारान्तः स्त्रीलिङ्गः ईकारान्तः स्त्रीलिङ्गः महि मह्यो मयः मह्यः मय्यः मह्यः अकारान्तः नपुंसकलिङ्गः नपुंसकलिङ्गः सुखं सुखे सुखानि उत्तमं धन्यवादः भगिनि तत्र विजयकुमारमहोदय पठतु उच्चैः पठत जानीत च अवधेयम् अकारान्त पुल्लिङ्ग एकवचनं द्विवचनं बहुवचनं यादवः यादवो यादवाः सेना सेने सेनाकारान्त स्त्रीलिङ्ग वदतु सेना सेने आकारान्त स्त्रीलिङ्गः सेना सेने सेनाः इकारान्त स्त्रीलिङ्गः महि मह्यो मह्यं मह्यं नास्ति तत्र मह्यः वदतु वदतु वदतु मह्यः मह्यः मह्यः अकारान्त नपुंसकलिङ्गः सुखं सुखे सुखानि उत्तमं धन्यवादः कविता भगिनी पठतु आं भगिनि उच्चैः पठतः जानीत च अवधेयम् अकारान्तः पुल्लिङ्गः एकवचनं द्विवचनं बहुवचनम् अकारान्तपुल्लिङ्गः यादवः यादवौ यादवाः अकारान्तः अकारान्तः एण्ड् आकारान्त द डिफ्रेन्स् शुड् बि हर्ड् इफ् ऐ से अकारान्तः यु विल् नाट् पुट् दीर्घ इफ् ऐ से आकारान्तः देट् तत्र श्रोतव्यम् आकारान्तः स्त्रीलिङ्गः सेना सेने सेनाः ईकारान्तः स्त्रीलिङ्गः महि मह्यौ मह्यः अकारान्तः नपुंसकलिङ्गः सुखं सुखे सुखानि उत्तमं धन्यवादः विजयतन्ति महोदय पठतु Thank you. Bhajan, I don't have this page. I am preshitavati. WhatsApp. उच्चैः पठत जानित च अवधेयम् एकवचनं द्विवचनं बहुवचनम् अकारान्तः पुल्लिङ्गः यादवः यादवौ यादवाः आकारान्तः स्त्रीलिङ्गः सेना सेने सेनाः ईकारान्तः स्त्रीलिङ्गः मही मह्यौ मह्यः अकारान्तः नपुंसकलिङ्गः सुखं सुखे सुखानि. उत्तमं, धन्यवादाः. विशालाक्षी भगिनी पठतु. उच्चैः पठत जानित च जानीत च अवधेयम्. वाट् इस् द मीनिङ्ग् आफ़् अवधेयम्? अवधेयम् इति पद्यस्य अर्थः कः? अवधेयं मीन्स् प्लीस् पे अटेन्शन् आर् नोट्. उत्तमम्. अवधेयं मीन्स् प्लीस् नोट्. देन् एकवचनं द्विवचनं बहुवचनम् अकारान्तः पुल्लिङ्गः यादवः यादवौ यादवाः आकारान्तः स्त्रीलिङ्गः सेना सेने सेनाः ईकारान्तः स्त्रीलिङ्गः मही मह्यौ मह्यः मह्यः अकारान्त नपुंसकलिङ्गं लिङ्गः सुखं सुखे सुखानि. तर्हि इदानीं वयं पठितवन्तः अभ्यासं गृहे कुर्वन्तु. अभ्यासं गृहे कुर्वन्तु. आगामिसप्ताहे चर्चां कुर्मः. अस्तु, इदानीं विभक्ति वल्लरी इति पुस्तकस्य उद्घाटनं कुर्वन्तु. तत्र तत्र तृतीय तत्र तृतीयापुटसङ्ख्या अध स्थितानि वाक्यानि पठतु. जवाहर् महोदय, जवाहर् महोदय पुरतः अस्ति किं? सः मित्रस्य नैव नैव तृतीय अधस्थितानि वाक्यानि पठत. अध स्थितानि वाक्यानि पठत. सः पाठं पठति. सः पाठं पठितवान्. सः पाठं पठिष्यति. सः पाठं पठतु. सः पाठं पठित्वा गृहं गतवान्. सः पाठं पठितुं पुस्तकं स्वीकृतवान्. सः पाठं विलिख्य लिखित्वा गृहं गतवान् सः पाठं पठन् निद्रा कृतवान् निद्रां कृतवान्. किमर्थं निद्रा न वदनीयं, निद्रां वदनीयं? वदतु. निद्रां द्वितीया विभक्ति. तत्र द्वितीया विभक्ति कर्मपदं सूचयति. इदानीं महोदय भवान् अर्थान् न उक्तवान्. अर्थं वदतु. सः पाठं पठति. हि रीड्स् द लेसन्. तत्र क्रियापदं किं? क्रियापदमु पठति पाठम् इति शब्दस्य विभक्तिः का पाठं द्वितीया विभक्ति उत्तमं सः इति शब्दस्य नैव उत्तमम् अग्रिमं वदतु सः पाठं पठितवान् हि रेड् द लेसन् दट् इस् भूतकालः सः प्रथमाविभक्ति पाठम् इस् द्वितीयविभक्ति पठितवान् इस् क्रियापदं भूतकालः हा परन्तु क्रियापदमस्ति किं पठितवान् प्लीस् रिमेम्बर् द क्रियापदं हेव् लकारात् ओन्लि वेन् ऐ से क्रियापदम् इट् मीन्स् इट् शुड् बि ऐदर् इन् लट् लकार् ओ लोट् लकार् ओ लङ् लकार् ओ लिट् लकार् ओ लेट् लकार् वेन् ऐ से पठितवान् कीदृशं पदम् पठितवान् मीन्स् लङ् लकारः नो नो नो देट् इस् वद रीसन् वै म्यूट् मध्ये तिष्ठतु महोदय एकनिमिषम् अहं किञ्चित् वक्तुम् इच्छामि अहम् आङ्ग्लभाषायाम् एव वदामि सो वेन् ऐ से क्रियापदं वेन् ऐ से क्रियापदं दट् टैम् इट् मीन्स् दट् द वर्ड् हेस् अ लकारः विच् मीन्स् इट् हेस् कम् फ्रम् अ रूट् बट् द सफैसेस् हेव् अ लकारः लट् लकारः लोट् लकारः एण्ड् विच् यु हेव् रेड् विच् यु हेव् लर्न् नौ वाट् इस् द डिफ़्रेन्स् What is the difference? The difference is that in Kriya Padani, you don't have gender difference. You have only person difference. You have only number differences. So you have prathamaha purushaha, dvitiyaha purushaha, uttama purushaha. Madhyama, kshemetam, not dvitiya, madhyama purushaha. Okay? So prathamaha purushaha, madhyama purushaha, and उत्तमः पुरुषः ओके एण्ड् यु डु नाट् हेव् एनी जेण्डर् डिफ़्रेन्स् सो ऐ से सः लिखति सा लिखति सः करोति सा करोति देर् इस् नो जेण्डर् डिफ़्रेन्स् देर् इस् ओन्ली जेण्डर् देर् इस् ओन्ली पर्सन् डिफ़्रेन्स् फस्ट् पर्सन् सेकेण्ड् पर्सन् एण्ड् थर्ड् पर्सन् वेर् एस् In these pratyayas that we have learnt, where we are putting a suffix and we are making it easier for ourselves because they are, as you learn, you will understand that it's easier to learn the tavatu pratyayas or the ta pratyayas, tva pratyayas or ta pratyayas or tumun pratyayas than learning the lakaraha. Okay? It is easier. Not that you should not use lakaraha. You should use lakaraha only. But it becomes easier to remember these so but you need to know the difference okay over here you have the vibhaktis this becomes a noun okay kritavantah kritavantau okay so and these have not all of them depending on case to case of course and these have gender differences but there are no person differences saha kritavan sa कृतवती ओके भवान् कृतवान् ओके भवती कृतवती त्वं कृतवान् देर् इस् नो पर्सन् डिफ़्रेन्स् बट् देर् इस् जेण्डर् डिफ़्रेन्स् एण्ड् देर् आर् विभक्ति ओके जस्ट् रिमेम्बर् देट् सो देट् इस् द डिफ़्रेन्स् एण्ड् यू शुड् अण्डर्स्टाण्ड् द डिफ़्रेन्स् एस् सून् एस् यु सी अ क्रियापदा वेन् यु से क्रियापदं यु शुड् नो देट् इट् विल् हेव् अ लकार अदर्वैस् दीस् आर् कृदन्तास् दे आर् काल्ड् कृदन्तास् यु हेव् नाट् लर्न् बट् यु शुड् अण्डर्स्टाण्ड् देट् डिफ़्रेन्स् सो वेन् ऐ से पठितवान् देर् इट् इस् तवतु प्रत्ययः वेन् ऐ से पठितवती इट् इस् तवतु प्रत्ययः फीमेल् जेण्डर् इट्स् वेरि इम्पार्टेण्ट् टु अण्डर्स्टाण्ड् दिस् डिफ़्रेन्स् इफ़् देर् आर् एनी क्वश्चन्स् प्लीस् रेस् देट् ओके अस्तु हा तर्हि महोदय वदतु पठितवान् कीदृशं पदं जवाहर् महोदय पठितवान् तवतु प्रयोग हा तवतु प्रत्ययः अग्रिमं पठतु सः पाठं पठिष्यति पठिष्यति हि will read the lesson. Uttamam. Patishyati. Kidrisham padam. That is a future tense. Read varaha. Rit lakaraha. Rit lakaraha. Rit lakaraha. अस्तु अग्रिमं पठतु. सः पाठं पठतु. दिस् इस् प्रेरणा. हि लेट् हिम् रीड् द लेसन्. सो लेट् हिम् रीड् द लेसन्. हि शुड् रीड् द लेसन्. हि शुड् रीड् द लेसन्. अस्तु. सः पाठं पठित्वा गृहं गतवान्. हि आफ्टर् रीडिङ्ग् दिस् लेसन् वेण्ट् होम्. अत्र द्वितीया विभक्त्यौ के विभक्तौ क्षम्यतां. गृहम्. उत्तमम्. सः पाठं पठितुं पुस्तकं स्वीकृतवान्. To read the lesson, he took the book. Uttamam. Saha patam vilikya, this is lekitva. It's the same meaning, isn't it? Vilikya and lekitva. Yeah, the meaning is the same. But what is the difference? What is the difference? Punar ekavaram mute karodhu maam mahade. Mute karodhu. Javar mode. So there is a difference over here. What is the difference? Tva, the meaning is the same. Likhitva and vilikhya, the meaning is the same. The difference is over here in likhitva, it's a tva pratyayaha because there is no prefix. Vilikhya has a prefix. Vi is the upasargaha over there. Prefix is called upasargaha. And upasargas don't take the tva pratyaya. Instead, they take the lyap pratyaya. So it doesn't become vilikhitva, you can't tell. That is wrong. You have to say vilikhya, prapya. Prapya, after obtaining, because pra upasarga is there. Okay? Okay. Agrimam patatu, mahodaya. And is this we use that lap also, no? Does it come under that thing, vilikhya? Yes, that is only. Vilikhya is lap, lap pratyaya. गतवान् इस् त्वप्रयोगम्. पुनरेकवारं पठतु पश्यतु. तव तु तवतु तवतु तवतु अग्रिमं. सः पाठं पठन् निद्रां कृतवान्. आफ्टर् रीडिङ्ग् लेसन् हि Why? After reading? After reading why? But I'm while reading. While reading, correct? While reading. While reading, he slept. Supposing it was after reading, then how it would frame the sentence? Patitva. Purnam vakyam vatam. Saha patam patitva nidram krutava. Uttama. Dhanyavadaha. Dhanyavadaha. धन्यवादः. And this pattern is very Kshatra Pratyaya. Okay. And the one first we said in that page 2, Balika Patam Patanti Eva Nidram Purvati. There is a gender difference. So Patan would have been if it was Balakaha. बालकः पाठं पठन् एव निद्रां कृतवान्. परन्तु बालिका पाठं पठन्ती एव निद्रां कृतवती. धन्यवादः. धन्यवादः. इदानीं म्यूट् मध्ये अहम् इदानीं तत्र तृतीयः अभ्यासः गृहे करणीयः. The third one on page number 4 of Vibhakti Vallari, please do it as homework. We'll read the question so that Nita Bhagini Patatu. Only the question of third one. Yes, ma'am. Abhyasaha upar ashtavidhani वाक्यानि लिखितानि उपरि उपरि अष्टविधानि वाक्यानि लिखितानि एतेषाम् आधार भगिनि एकनिमिषम् अर्थम् अर्थं वदतु ऊह्यतु ऊह्यतु यस् the eight sentences given below below ne upari so we heard about because above above is same but the previous yes yes about eight types the of eight. sentences have been given very good vakyani likhitani there are eight sentences have been written ha agre agre ete sham adharena adah suchite प्रसङ्गद्वे द्वये प्रथमवाक्यः प्रथमवाक्यं दृष्ट्वा अवशिष्टानि सप्तवाक्यानि लिखत आन् द बेसिस् आफ् दोस् सेण्टेन्सेस् वी हेव् टु फ्रेम् दि अदर्स् other seven okay so suchite prasangadvaye means there are two parts kavi shlokam likhati two situation balakah lekhanim krinati prathama vakyam drishtva avashishtani sapta vakyani likhat so based see the first sentence and make the remaining eight sentences seven sentences so what you have to do is you have to see the previous one and accordingly you have to right these two you have to do at home astu astu tari meeta bhagini patatu agrimam fourth one chaturtha abhyasa avarne dattanam shabdanam uchitani rupani rikte sthale likhat fill in the blanks उत्तमं बट् वाट् इस् आवरणे दत्तानां शब्दानां आफ् द वर्ड् उचितानि रूपाणि करेक्ट् फार्म्स् अप्रोप्रियेट् फार्म् रिक्ते स्थले इन् द ब्लाङ्क् लिखत यु रैट् उदाहरणं पठतु उदाहरणं सः प्रातः पत्रिकां पत्रिका कवितां कविता ग्रन्थं ग्रन्थः च पठति तर्हि पत्रिका अपि च पत्रिकाम् एतयोः भेदः कः वाट् इस् द डिफ्रेन्स् बिट्वीन् पत्रिका एण्ड् पत्रिकां पत्रिका एण्ड् पत्रिकां No, we read, no, now first vibhakti, second vibhakti, so. Okay, Eka Nimisha. Vijay Kumar Mahoday, Eka Nimisha. Vijay Kumar Mahoday, Kinchit Sahayam Karatu? Kinchit Sahayam Karatu? Yes, subject and object. Which is the subject, which is the object? Patrikam is the subject. Patrikam, is it the subject? Saha Pratah Patrikam Pathati. धन्यवादः सुनीता भगिनी डू यू अण्डर्स्टाण्ड् पत्रिका Yes, it's not even a subject yes. over there, it is the word. They have given the Prathama Vibhakti, but it could also be taken as the Pratipadika. So, Saha Pratah Patrikam Pathati, Saha Pratah Kavitam Pathati, Saha Pratah Grantham Pathati. Why? Because these are the objects, and objects should always be in Dvitiya Vibhakti. We have learned that. अस्तु इदानीं कविता इति शब्दस्य द्वितीया विभक्तिः का नीता भगिनी कविता कवितां तत्र उक्तवान् जयकुमार् महोदय. अस्तु, चिन्ता नास्ति. इदानीम् अग्रिमं करोतु नीता भगिनी, शीघ्रं करोतु. कवितां, कविता न कवितां इति शब्दस्य विभक्तिः का? कवितां इस् द आब्जेक्ट् एण्ड् कविता इस् द सब्जेक्ट्. सब्जेक्ट् ओर् द सब्जेक्ट् इस् नाट् देयर् इन् ब्राकेट्. कत्र, कत्र सब्जेक्ट् इस् कत्र पदं कर्तृ, कर्तृ. ओके, अग्रिमं करोतु, शीघ्रं करोतु. ग्रन्थं, ग्रन्थः. ग्रन्थम् इस् दि आब्जेक्ट्, ग्रन्थः इस् द सब्जेक्ट्. ओके, ओवर् हियर् दिस् इट् इस् नाट् द सब्जेक्ट् इन् द सेण्टेन्स्. ओके, इट् इस् वि आर् जस्ट् सेयिङ्ग् दट् इट् इस् प्रथमाविभक्ति. द सेण्टेन्स् इस् सः प्रातः पत्रिकां, कवितां, ग्रन्थं च पठति. वा? बिकास् दोस् आर् द क्वश्चन्स्. वाट् इस् देर् इन् द ब्राकेट् इस् द क्वश्चन्. सो सः प्रातः पत्रिकां पठति. वच् इस् द सब्जेक्ट् ओवर् देर्? सः प्रातः पत्रिकां पठति. हू इस् डूयिङ्ग् द वर्क् आफ् रीडिङ्ग्? She. He. Saha is he. Okay? So over there. He. Sorry, sorry. He. Agrimam karatu prathama Rameshah. Rameshah pratidinam. अस्तु, एकनिमिषं गीता भगिनी, भवती शृणोतु, भवती शृणोतु, एण्ड् देन् यु केन् डु इट् अट् देन् विल् अण्डर्स्टाण्ड्. ओके, विजयकुमार् महोदय करोतु. रमेशः प्रतिदिनं देवं, जनकम्, अग्रजम्, आचार्यं च नमस्करोति. तत्र देवम् इति शब्दस्य विभक्तिः का? द्वितीया विभक्ति. द्वितीया विभक्तिः किमर्थं? वाय् द्वितीया विभक्तिः किमर्थम्? आब्जेक्ट्, कर्मपदम् अस्ति. धन्यवादः, कर्मपदं. धन्यवादः. तत्र कविता भगिनी, शीघ्रं करोतु. आम् भगिनि, सीता, सीता ग्रन्थं, सुधाखण्डं, स्यूतं, दण्डं च नयति. अर्थं वदतु. सुधाखण्डः, सुधाखण्ड इस् चाक्. चाक्, चाक्, सि एच् ए एल् के, चाक्. चाक्, कपडा नै नै, स्यूतः इस् बेग्, बेग्. बेग्. दण्डः इस् स्टिक्, स्टिक्. Bring, anayati, takes, takes. Anayati is bring. Nayati is take. Okay? So, Sita Grantham Sudha Khandam Syutam Dandam Cha Nayati. Sita takes the Grantha, the chalk and the bag and the stick. Astu. So, it is why is Grantha, Grantham, why it is become Vadatu? Kimatham? Please, ग्रन्थः इस् प्रथमा विभक्ति, विच् विच् बिकम्स् द सब्जेक्ट्. इफ् इट् बिकम्स् ग्रन्थं, दम् इट् बिकम्स् द आब्जेक्ट्. कर्मपदम्. उत्तमं, धन्यवादः भगिनि. तत्र विजयसङ्खी महोदय करोतु अग्रिमम्. सेवकः आम्रं, पनसं, नारिकेलं च सिञ्चति. अर्थं वदतु. सेवकः मीन्स् सर्वेण्ट्, सेम् मीनिङ्ग् हेज् इन् दिस्. सेवकः, द सर्वेण्ट् आर् द हेल्पर् आर् सिञ्चति मीन्स् वाटरिङ्ग्. सिञ्चति इस् वाटरिङ्ग्. सो हि वाटर् द सर्वेण्ट् वाटर्स् मेङ्गो. पनसः, पनसः इस् दिस् वन्. वाट् यु गेट् इन् वाट् यु काल् इट् इन् ओ इन् इङ्ग्लिश्, आङ्ग्लभाषायां किं फणस फणस जो हिंदी में फणस है वो ही नारिकेलम Servant waters the mango, jackfruit and coconut. तत्र आम्रम आम्रम इति शब्दस्य विभक्ति का द्वितीया. धन्यवादः धन्यवादः विशाल विशालाक्षी भगिनी अग्रिमं करोतु शीघ्रम्. रामः दशरथं सुमन्त्रं वशिष्ठं च नमस्कृतवान्. धन्यवादः. नमस्कृतवान् इति शब्दस्य रूपं किं कीदृशं पदं नमस्कृतवान्? नमस्कृतवान् तव तव तव तु तव तु यस् तव दशरथं राम बौस् टु दशरथ सुमन्त्रः सुमन्त्र एण्ड् वसिष्ठः. किमर्थं द्वितीया विभक्तौ सन्ति एते शब्दाः? Because that become subject becomes the object. Subject but then becomes Dashrata the object, the word. Dasharatha what is there in the bracket is the question, okay? Remember that. That is the question. Dhanyavada. Okay, okay, okay. Javahar Mahoday, Agrimam Karotu. Sajjanaha Dharmam Paropakaram सदाचारं च इच्छति. गुड् पीपल् लैक् टु लैक् धर्मं दट् इस् चारिटि रैटियस्नेस् परोपकारम् इस् द हेल्प् दट् इस् हेल्प् हेल्पिङ्ग् अदर्स् सदाचारम् इस् दट् इस् फालोयिङ्ग् दट् इस् गुड् काण्टेक्ट् गुड् काण्टेक्ट् तत्र किमर्थं तत्र द्वितीया विभक्तौ के के शब्दाः सन्ति? धर्मं परोपकारं सदाचारं विच् आर् बि गिवन् एस् सब्जेक्ट्स् दे आल् बिकम् आब्जेक्ट्स्. उत्तमं धन्यवादः महोदय. नीता भगिनी अन्तिमं. जवाहर् महोदय करोतु इदानीं. भगिनी आपन्तः मालां पत्रिकां पादरक्षां स्थालिकां च आनीतवती. उत्तमम्. इदानीम् अवगतं किल तर्मिगमीने अर्थं वदतु. द लेडि आपण इस् शाप् आपणतः इस् फ्रोम् द शाप् आपणतः. ओके द लेडि बैस् बैस् नाट् आनीतवती इस् एक्चुलि ब्रिङ्ग्स् बिकास् अदर्वैस् शुड् ऐ बि ब्रिङ्ग्स् क्रीतवती. ओके द लेडि ब्रिङ्ग्स् माला पत्रिका इस् बुक् नो न्यूस् पेपर् मेगज़ीन् मेगज़ीन् न्यूस् पेपर् पादरक्षा स्लिपर्स्. ओके स्लिपर्स् एण्ड् स्थालिका फ्रोम् द शाप् स्थालिका प्लेट्. ओके स्थालिका प्लेट् प्लेट् प्लेट् स्थालिका संथिङ्ग् देट् होल्ड् च आनीतवती. आनीतवती कीदृशं पदम्? Anitavati is the verb, na? Kriya. No, it's not the Kriya Padam. It's not the Kriya Padam. Why? I said Kriya Padam should have the Lakara. So, it is Tavatu Pratyaya. Okay. Is what you should say. अस्तु तर्हि अत्र अत्र समापयामः. धन्यवादाः. तत्र कः अथवा का जानाति तत्र सर्वे भवन्तु सुखिनः, सर्वे सन्तु निरामयाः, सर्वे भद्राणि पश्यन्तु, मा कश्चित् दुःखभाग् भवेत्. ॐ शान्ति शान्ति शान्तिः. हरिः ॐ श्रीकृष्णार्पणमस्तु. धन्यवादाः अनेके. पुनर्मिलामः. धन्यवादः. धन्यवादः. या.